अस्तु, नमस्कारः सर्वेषां, स्वागतम् अस्ति अत्र न्यायचिन्तनवर्गे. स्वार्थानुमानं परार्थानुमानम् इति विषयः. तस्मिन् विषये स्वार्थानुमानं पूर्वस्मिन् वर्गे पठितं, तर्हि अद्यतनविषयः अस्ति परार्थानुमानम् इति विषयः अस्ति. तस्मात् पूर्वं तत्र 193 पुटे उपरि स्थूल अक्षरैः यत् लिखितं तत् लक्ष्मीभगिनी पठति वा, अनुमानं द्विविधम् इति. अस्मात् क्षम्यतां, न्यूस् मध्ये आसम्. अनुमानं द्विविधं स्वार्थं परार्थं च. तत्र स्वार्थं स्वानुमिति हेतुः, तथा हि स्वयमेव भूयो दर्शनेन यत्र धूमस्तत्र अग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्धिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्र अग्निः इति. तदनन्तरं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते. अयमेव लिङ्गपरामर्श इति उच्यते. तस्मात् पर्वतः वह्निमान् इति ज्ञानं अनुमितिरुत्पद्यते. तदेतत् स्वार्थानुमानम् इति ज्ञानम् अनुमितिः उत्पद्यते पूर्वस्मिन्. अत्र महोदयेन, द्रोणमहोदयेन किञ्चित् विवरणं कृतम्. अत्र पश्यन्तु, भूयो दर्शनेन इति पदमस्ति खलु, भूयो दर्शनेन, तस्य तर्हि प्रश्नः उदेति, पुनः पुनः दर्शनेन अथवा बहुवारं दर्शनेन प्रश्नः उदेति, कतिवारम् अनुभवितव्यं तेन, येन कोऽपि वक्तुं शक्नोति व्याप्तिः अस्ति इति. तर्हि एकस्मिन् महानसे बहुवारम् अथवा भिन्नभिन्न महानसेषु बहुवारम् अथवा महानसम् अपि च अन्यत् स्थलेषु भिन्नभिन्नेषु स्थलेषु बहुवारं द्रष्टव्यं, को अर्थः भूयो दर्शनेन इति प्रश्नः. अस्मिन् विषये महती चर्चा अन्यस्मिन् ग्रन्थे अस्ति इति महोदयेन उक्तं, बुद्धं खलु प्रश्नः. कुत्र द्रष्टव्यं, तर्हि समाधानम् उत्तरमस्ति, एकस्मिन् स्थले अपि सहचार अवगमनम् अस्ति चेत् पर्याप्तम् इत्युक्ते, एकस्मिन् महानसे कोऽपि अवगच्छति यत्र वह्निः तत्र धूमः अवश्यम् इति अवगच्छति चेत् पर्याप्तं. तर्हि तत्र वाक्यं किम् उक्तम् इत्युक्ते, व्यभिचारज्ञानरहित सहचारज्ञानं पर्याप्तम्. व्यभिचारज्ञानम् इत्युक्ते यत्र वह्निः नास्ति तत्र धूमः नास्ति खलु, तथा सहचार इत्युक्ते यत्र वह्निः अस्ति तत्र धूमः अस्ति इति. क्षम्यतां, यत्र धूमः अस्ति तत्र वह्निः अस्ति इति सहचारनियमः खलु. पर्याप्तं, तदेव पर्याप्तं व्याप्ति कृते. सहचारनियमः इति मुख्यविषयः इति चर्चा, एकः विषयः. अपरविषयः अस्ति, अत्र पश्यन्तु, पर्वतसमीपं गतः, तद्गते च अग्नौ सन्धिहानः पर्वते धूमं पश्यन् इति अस्ति खलु. तर्हि क्रमेण पश्यामश्चेत् यथा लिखितं, तस्य क्रमेण पश्यामश्चेत् प्रथमं सन्धिहानः अनन्तरं पर्वते धूमं पश्यन् इति लिखितमस्ति खलु. आं महोदय, केशः अवगतः खलु. तर्हि धूमम् अदृष्ट्वा धूमम् अपश्यन् कथं सन्धिहानः जायते इति प्रश्नः उदति खलु. हा तत्तु सत्यं, किन्तु यथा अत्र लिखितम् अग्नौ सन्धिहानः पर्वते धूमं पश्यन् क्रमः अत्र भिन्नरीत्या लिखितम्। आमां सत्यम्। किन्तु अनुभवः कः? आरम्भे धूमं पश्यामः, पश्यति, अनन्तरं सन्देहः भवति खलु इति अनुभवः। प्रथमं सः धूमं पश्यति, अनन्तरं तस्य मनसि सन्देहः आगच्छति, अग्निः अस्ति न अस्ति वा। सत्यं इति अनुभवः, किन्तु लिखितं विपरीतरीत्या लिखितं। सन्धिहानः आरम्भे लिखितम्, अनन्तरं धूमं पश्यन् लिखितं। तर्हि महोदयेन उक्तम् इति अत्र पदशास्त्रं यत् अस्ति तद् व्याकरणशास्त्रं, पदस्य अर्थः पदशास्त्रं, व्याकरणशास्त्रं व्याकरणस्य विषयः, वाक्यस्य अर्थः वाक्यशास्त्रं मीमांसशास्त्रम्। इत्युक्ते वाक्येषु पदं पदं पदं पदस्य व्याकरणदृष्ट्या एकम् अर्थं भवति, किन्तु वाक्यस्य को अर्थः इति मीमांसशास्त्रेण अवगच्छामः। तत्र मीमांसशास्त्रस्य आवश्यकं भवति। तर्हि वाक्यं पश्यामश्चेत् यथा भवत्या उक्तं, प्रथमं धूमं भवति, धूमदृष्टं धूमदर्शनं भवति, अनन्तरं सन्देहः भवति, अनन्तरं परामर्शः इति सर्वं। तर्हि तत्र वाक्यमस्ति, पाठक्रमात् अर्थक्रमः वलिया श्रेष्ठः, पाठक्रमात् पदक्रमात् अर्थक्रमः वरीयः मुख्यमधिकम्। महोदय सम्यक् न अवगतम्। पठनक्र वाक्यं वा विषयः वा? विषयः मीमांसरीत्या तत्र किमर्थं मीमांसस्य महत्त्वम् अत्र अस्ति इति प्रश्नः। कथमित्युक्ते यथा लिखितं तथा स्वीकुर्मश्चेत् ओहो सन्धिहान् सन्देहः भवति, अनन्तरं पर्वते धूमं पश्यन् इति लिखितमस्ति, किन्तु तादृश अर्थः अनुभवविरुद्धः अस्ति खलु। तर्हि वाक्यस्य को अर्थः इति अवगन्तव्यं चेत् मीमांसशास्त्रस्य प्रयोगः भवति, प्रमुख्यता भवति वाक्यस्य अर्थः। तथा पश्यामश्चेत् ओहो नो तथा प्रथमं धूमं धूमदर्शनं भवेत्, अनन्तरमेव अग्निः अस्ति न वा इति सन्देहः भवेत् इति अनुभवः। तर्हि वाक्य पठनक्रमात् पाठक्रमात् अर्थक्रमः वलिया गरिया श्रेष्ठः मुख्या। अस्तु, पठनक्रमः सन्धिहानः अनन्तरं पर्वते धूमः इति पठनक्रमः, किन्तु अर्थक्रमः तथा नास्ति। अर्थक्रमः अस्ति प्रथमं धूमं दर्शनं, धूमस्य दर्शनं, अनन्तरमेव सन्देहः इत्यादि। आमां सत्यं। तर्हि मीमांसाशास्त्रस्य तर्कः अत्र उपयुज्यते अवगमनार्थम् इति विषयः। ओ अस्तु, किन्तु संस्कृतव्याकरणरीत्या संस्कृते यदि पदानि यत्किमपि क्रमेण यत्किमपि क्रमः पदस्य भवतु वाक्यस्य अर्थः न वाक्यस्य अर्थः न अर्थपरिवर्तनं न भवति इति तदपि अस्ति खलु, तत् व्याकरणरीत्या अपि अस्ति खलु। तदस्ति, किन्तु कुत्रचित् क्रमः अस्ति खलु, क्रमेण पठामश्चेत् तत्र किञ्चित् क्लेशः भवति। अत्र तद्गते इति पदेन किञ्चित् तद्गते इति तेन पदेन किञ्चित् एम्बिग्विटि आगच्छति तत्र, यदि तद्गते नास्ति अन्वयं पर्वतसमीपं गतः पर्वते भूमं पश्यन् अनन्तरं यदि अग्नौ सन्धिहानः तथा अस्ति चेत् तद्गते इति पदेन तत्र क्रमस्य सन्देहः आगच्छति, ऐ मीन् क्रमस्य किञ्चित् तत्र भ्रमः आगच्छति. अपि च अनुमानज्ञानात् पूर्वं सन्देहः अवश्यं भवेत्. सन्देहः किञ्चित् कारणमेव अस्ति. सन्देहः अस्ति, अनन्तरं अनुमानज्ञानं भवति. अत्र अत्र पश्यतु, तदनन्तरं वह्निं व्याप्य धूमवान् अयं पर्वतः इति ज्ञानं लिखितं खलु. अनन्तरम् अनन्तरम् इत्युक्ते अनन्तरं कार्यं, तस्मात् पूर्वं कारणं. धूम यत्र धूम तत् व्याप्तिः इति कारणम् अस्ति खलु. व्याप्तिः, परामर्शः, अनन्तरं साध्यज्ञानम्. अत्र व्याप्तिः यत्र यत्र यत्र यत्र धूमः तत्र अग्निः इति व्याप्तिः, अनन्तरं परामर्शः, तन्नि व्याप्य धूमवान् अयं पर्वतः इति परामर्शः, अनन्तरं पर्वतः वह्निमान् इति ज्ञानं क्रमः अस्ति खलु. धूमदर्शनं, सन्देहः, व्याप्तिः, परामर्शः, साध्यज्ञानम् इति क्रमः अस्ति. अग्रे पुनः आगच्छतु साधु इति परिचयत्वेन वर्गे उक्तं, तदेव अहं प्रसारयामि. अस्तु, इदानीं 194 तमे पुटे अस्तु. पूर्वस्मिन् वर्गे यत् पठितं सर्वे, अहं न आसं, सर्वं साधु अस्ति वा, प्रश्नः अस्ति वा? साधु अस्ति. एतत् स्थूलाक्षरैः यत् लिखितं तस्यैव विवरणं विस्तरेण अस्ति. वयं वह्नि व्याप्य धूमवान् ततः पर्यन्तं पठितवन्तः इति मन्ये. सरला भगिनी, भवती स्मरति वा, वह्नि व्याप्य धूमवान् अयं पर्वतः तस्मिन् परिच्छेदे एकवाक्यं वा द्विवाक्यं वा अभवत्, किन्तु आरभतः आरम्भं कर्तुं शक्यते इति. अस्तु तर्हि तस्मात् आरम्भं कुर्मः. वह्निव्याप्य धूमवान् इत्यस्मात् खलु. महोदय, एतत् सर्वं प्राचीननैयायिकानां मतमेव वा, नवीननैयायिकानां मतम् इति अग्रे आगच्छति वा? एतत् सर्वं इत्येव उक्तं साधु, तथैव. अतः मतभेदः तु अस्ति एव किल, यथा पूर्वं वयं दृष्टवन्तः. अवश्यं भेदः अस्ति. महोदय, प्राचीननैयायिकः वा सिद्धान्तिन एकमेव पदं सिद्धान्तिन तदा. आमामां, यतोहि पूर्वपक्षिणः न केवलं नव्यनैयायिकाः, अन्यजनाः अपि पूर्वपक्षिणः भवितुमर्हति खलु. तेषां किम् अपेक्षा अस्ति, आक्षेपः अस्ति, आक्षेपः अस्ति, ते पूर्वपक्षिणः. अत्र साधु, तर्हि वह्निव्याप्य धूमवान् अयं पर्वत इत्यस्मात् रमप्रिया भगिनी पठति वा? पूर्वं का पठितवती? पठामि, प्रतिपादयितुं शक्नोमि वा इति न जानामि, परन्तु प्रयत्नं करोमि. चिन्ता नास्ति, तद् सरला भगिनी वर्गे प्रतिपादितवती, तया एव उपस्थानं कृतं खलु भगिनि. तर्हि भवत्या उत्तरदायित्वम् अस्ति. वह्नि व्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते इति. इह सङ्ग्रहादिग्रन्थेषु यद्यपि ज्ञान आकारनिरूपणे प्रकारात् आरभ्य विशेष्यपर्यन्तं ग्रन्थकाराः लिखन्ति, तदापि अनुवाद्य क्षम्यताम् अनुवाद अनुवादाध्यवसरे अस्माभिः विशेष्यनिर्देशः आदौ कार्यः तथैव सम्प्रदायात् ग्रन्थकर्तृभिः तु निरूपणलाघव अनुरोधेन तदा लिख्यते इति अन्यत् एतत् इत्थमेव वक्ष्यमाण अनुमिति रूपकार्यस्य आकारः वन्निमान् पर्वतः इति लिखितोऽपि पर्वतः वन्निमान् इत्येव बोद्धव्यः तादृशसम्प्रदायरीतिप्रयोजनं तु उद्ग्रन्थे ज्ञेयं तथा हि एतादृश अनुमिति उत्पत्त्या संशयविरोधः भवति तदा सति दुःखनाशः भवति इति स्वार्थप्रयोजकत्वात् स्वार्थ अनुमानम् इत्याह तदेतत् स्वार्थ अनुमानम् इति अस्तु प्रथमं दत्तमस्ति वह्नि व्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानस्य आकारः परामर्शज्ञानस्य आकारः वह्नि व्याप्य धूमवान् अयं पर्वतः इह सङ्ग्रहादिग्रन्थेषु यद्यपि ज्ञान आकारनिरूपणे प्रकारात् आरभ्य विशेष्यपर्यन्तं ग्रन्थकाराः लिखन्ति तदापि अनुवादाध्यवसरे अस्माभिः विशेष्यनिर्देशः आदौ अकार्यः अस्तु यदा यद्यपि सङ्ग्रहादिग्रन्थेषु इत्युक्ते अस्माकं न्यायशास्त्रग्रन्थेषु ज्ञानस्य विषये यदा निरूपणं कुर्मः तत्र प्रकारः प्रथमं तदारभ्य विशेष्यपर्यन्तं ते ग्रन्थकाराः लिखन्ति परन्तु यदा अनुवादं करोमि तस्य अनुवादरूपेण लिखन्ति तस्मिन् मूलग्रन्थेषु प्रकारात् आरभ्य विशेष्यपर्यन्तं ग्रन्थकारः लिखन्ति यत्र तस्य टिप्पणीम् इति वदामः इति चिन्तयामि तस्मिन् अवसरे विशेष्य एव प्रथमं तस्य निरूपणम् एव प्रथमं कुर्मः इति वा महोदय इति अस्ति पश्यन्तु अत्र 186 तमे पुटे 186 तत्र चित्रमस्ति खलु आम् वामभागे उपरि प्रकारता अस्ति वर्णनिष्ठप्रकारता अधोभागे विशेषता निष्ठपर्वतः अस्ति खलु विशेषतावान् पर्वतः इति अस्ति खलु तथा प्रकारात् आरभ्य विशेष्यपर्यन्तं तत्र 187 तमे पुटे द्वितीयपरिच्छेदे दीर्घवाक्यमस्ति वह्निनिष्ठप्रकारता निरूपितविशेषता आश्रय अभावनिष्ठ तत्सर्वमस्ति खलु तर्हि प्रकारता इत्यस्मात् आरभ्य अन्तिमपदं किं पर्वतः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववद्धूमवान् सर्वमस्ति खलु विशेषपर्यन्तं तथा लिखन्ति तथापि यदा भवत्या उक्तम् अनुवादम् इत्युक्ते सरलं यदा कुर्मः तत्र विशेष्यनिर्देशः आदौ भवति अत्र विशेषः पर्वतः खलु तथा सम्प्रदायः अस्ति इति यथा महोदय प्रकारात् आरभ्य अस्ति तत्र सर्वै पदानि प्रकारता आरभ्य भवति यथा वह्नि निष्ठप्रकारता अभावनिष्ठप्रकारता अधिकरणप्रकारता सर्वे सो प्रकारीभूत धूम इति भवति तु सर्वे प्रकारता आरभ्य भवति तस्य अन्तिमं आगच्छति वह्निमान् पर्वत इति यत्र स्थूलाक्षरैः दत्तम् अस्ति तस्य अन्तिमं स्पष्टं किं आगच्छति वह्निमान् पर्वत यदि विशेषतानिर्देश वयं पूर्वं लिखामः पर्वतनिष्ठविशेषता तत् आरभ्य यदि कुर्मः तत् भवति पर्वतवहिनीमान् विपरीतपुटे द्वितीय तृतीयपरिच्छेदः तत्रापि विपरीतलिख्य विपरीतरीत्या लिखितं पर्वतनिष्ठविशेषता निरूपित सर्वं लिखितं खलु दीर्घवाक्यम् अपि अथवा स्थूलक्षरैः वयं इदानीं पठितवन्तः अनुमानद्विविधं तत्र ग्रन्थे उदेशग्रन्थे इति दत्तमस्ति यथा तस्मात् पर्वतवहिनीमान् इति तत् सम्प्रदायात् इति तत् विशेषनिर्देश आदौ कार्य तथैव सम्प्रदायात् इति महोदय उक्तवान् वर्गे सम्प्रदा ते विशेषं उद्देश्यस्य निर्देशं प्रथमं भवति विधिस्य विधेयस्य विन्यासं तदनन्तरं भवति तद्भवति सो उद्देशस्य प्रथमं वर्णं करणीयं सम्प्रदायात् किन्तु सौकर्यात् प्रकारात् आरभ्य इति ग्रन्थकारः लिखन्ति इति महोदय उक्तवान् इत्थमेव वक्ष्यमाण अनुमितिरूपकार्यस्य आकारः वह्निमान् पर्वतः इति लिखितोपि पर्वतः वह्निमान् इत्येव बोध्यः यद् वक्ष्यमाणः यद् अग्रे वक्ष्यमाणः अस्ति तद् आकारः यद्यपि तद् वह्निमान् पर्वतः इति लिखितः अस्ति तदापि पर्वतः वह्निमान् इत्येव वयम् अवगन्तव्यः तत्र तादृशसम्प्रदायरीति प्रयोजनं तु उद्ग्रन्थे ज्ञेयम् उद्ग्रन्थे इत्युक्ते अन्यग्रन्थे खलु अन्ये ग्रन्थे इति चिन्तयामि अहं न आसं वर्गे किन्तु शल्लदग्नि स्मरति वा महोदय दत्तवान् प्रथमं सामान्यतर्कशास्त्र भवति तदनन्तरं दीपिकाशास्त्र तदनन्तरं तस्य अनन्तरम् अनन्तभट्टस्य कारिकावल्ली अस्ति तस्य उपरि दिनकरी अस्ति तस्य उपरि अन्य ग्रन्थः अस्ति सो अतः सप्त सोपानानि सन्ति ग्रन्थकारेषु ग्रन्थेषु कमेण्ट्री इति स्वीकर्तुं शक्नोति स्वयम् अन्नभट्टेन स्वस्य पुस्तकस्य उपरि कमेण्ट्री लिखितम् तथा च एतादृश अनुमिति अनुमति उत्पत्त्या संशयविरोधः भवति तदा सति दुःखनाशः भवति इति स्वार्थप्रयोजकत्वात् स्वार्थ अनुमानमिति आह अस्तु स्वार्थ अनुमानम् इत्युक्ते किम् इति दत्तमस्ति इति चिन्तयामि एतादृश अनुमति उत्पत्त्या संशयविरोधः भवति यदा अनुमितिः उत्पत्त्या एतादृश अनुमित्याः उत्पत्तिः भवति तदा संशयस्य विरोधः भवति विरोधः इत्युक्ते तस्य नाशः भवति तथा सति यदा संशयविरोधः भवति दुःखनाशः भवति स्वार्थप्रयोजकत्वात् स्वार्थ अनुमानम् इति आह एतदेव स्वार्थ अनुमानम् इति किल महोदय तस्य लक्षणं प्रायः अत्र संशयविरोधः कः संशयज्ञानं तस्य विरोधः किम् अस्ति संशयविरोधः इत्युक्ते तस्य यदा तस्य उत्तरं वयं प्राप्नुमः चेत् तद् संशयस्य विरोधः क्लारिटि वदामः अनुमतिज्ञानम् इत्युक्ते संशयस्य विरोधः भवति निश्चितज्ञानम् अहो पर्वतः वह्निमान् इति निश्चितं ज्ञानं तेन संशयजनितदुःखः आसीत् खलु संशयेन दुःखः आसीत् तस्य दुःखस्य नाशः भवति निश्चितज्ञानेन. खलु 193 तमे पुटे तृतीयपरिच्छेदे अस्मिन् अनुमानप्रकरणे एव अस्ति खलु, अयं च संशयः पुरुषस्य दुःखं जनयति इति आनुभविकं प्रसिद्धं. संशयेन दुःखः जायते, संशयजनितदुःखस्य नाशः भवति संशयविरोधज्ञानेन निश्चितज्ञानेन अनुमितिज्ञानेन. हा, दुःखनाशः एव प्रकृते फलं प्रयोजनमिति लिखितम्. अयं दुःखध्वंसः एव प्रकृते फलं प्रयोजनम् इति उच्यते. तदेव स्वार्थानुमानं. स्वार्थानुमानेन अनुमितिज्ञानेन संशयजनितदुःखस्य नाशः भवति. तदेव प्रयोजनं, दुःखनाशः एव फलम्. अर्थम् अर्थमित्युक्ते फलं खलु, स्वफलं, स्वस्य फलं. स्वस्य प्रयोजनं किं? दुःखनाशः प्रयोजनं. कीदृशः दुःखनाशः? संशयजनितदुःखनाशः. संशयः किमर्थं? धूमं दृष्ट्वा वह्निः अस्ति वा इति संशयः इति क्रमः अस्ति. साधु लक्ष्मी भगिनी, साधु महोदय, प्रश्नः अस्ति चेत् अवश्यं पृच्छतु अत्र. अस्तु, अग्रे भवती एव पठतु इदानीम्. इदानीं परार्थ अनुमानम् आह इह वक्ष्यमाणस्य वाक्यसमूहा समूहात्मक न्यायस्य समूहात्मकन्यायस्य श्रवणेन श्रोतः शाब्दबोधः उत्पद्यते. तेन च परामर्शः श्रोतुः श्रोतुः शाब्दबोधः उत्पद्यते. तेन च परामर्शः उत्पद्यते. परामर्शात् अनुमितिः, तया च संशयोच्छेदः, तेन च दुःखच्छेदः इत्येवं परस्य श्रोतुः दुःखच्छेदस्य सम्भवात् इदम् अनुमानं परामर्शरूपं परार्थं परस्य प्रयोजनं फलं येन भवति तादृशमिति तदेव परार्थ अनुमानम्. इदानीं ते परार्थ अनुमानविषये वक्ष्यमाणः, अस्मिन् परिच्छेदे परार्थ अनुमानविषये अस्ति. पूर्वं वयं स्वार्थ अनुमानं दृष्टवन्तः. अत्र किं भवति इत्युक्ते वाक्यसमूह समूहात्मकन्यायस्य श्रवणेन यदा वयम् एकं वाक्यं वाक्यसमूहम् इत्युक्ते एकं वाक्यं तद् शृणुमः, तत्र श्रोतुः ये शब्दः श्रूयते ते श्रोतुः शाब्दबोधः उत्पद्यते. प्रथमं शाब्दबोधः उत्पद्यते श्रोतुः मनसि, अनन्तरं शाब्दबोधेन परामर्शः उत्पद्यते, परामर्शात् अनुमितिः तृतीयम्. अनन्तरं यदा अनुमितिः उत्पद्यते अनुमित्या संशय छेदः, छेदः इत्युक्ते तस्य विरोधः यदा वयं उच्छेदः तेन च दुःखच्छेदः इत्येवं परस्य श्रोतुः दुःखच्छेदस्य सम्भवात् इदम् अनुमानम् अस्तु. यदा संशयच्छेदः भवति तेन दुःखच्छेदः दुःखच्छेदः भवति इत्येवं परस्य श्रोतुः दुःखच्छेदस्य सम्भवात् इदम् अनुमानं परामर्शरूपं परार्थं परस्य प्रयोजनं फलम् अस्तु. परार्थम् इत्युक्ते परस्य प्रयोजनं फलं, तत् अवगतम्. यदा दुःखच्छेदः भवति दुःखच्छेदस्य सम्भवात् इदम् अनुमानं यद् अनुमानम् इदानीम् उत्पद्यते तद् परामर्शरूपं भवति अतः एव तस्य नाम परार्थम् परार्थम् इत्युक्ते परस्य प्रयोजनम् इत्युक्ते फलं येन भवति तादृशम् इति तदेव परार्थ अनुमानम् फलं येन भवति परस्य प्रयोजनं येन भवति तदेव परार्थ अनुमानम् मम अन्तिमवाक्ये पूर्वं स्वार्थानुमानम् अस्ति खलु तेन सह तोलनं भवति पूर्वं स्वस्य ज्ञातुः दुःखच्छेदस्य आसीत् खलु यः ज्ञाता आसीत् स्वार्थानुमानविषये यः ज्ञाता आसीत् ज्ञातुः मनसि दुःखच्छेदः अभवत् अत्र श्रोतुः परस्य न स्वस्य अपरस्य अन्यस्य यः शृणोति यः श्रोता अस्ति तस्य दुःखच्छेदः भवति तादृशकम्पेरिजन् एव अत्र अस्ति परस्य श्रोतुः परस्य इत्युक्ते श्रोतुः अन्यस्य तस्य दुःखच्छेदः भवति निश्चितज्ञानेन अनुमितिज्ञानेन तादृशसम्भवात् किम् इदम् अनुमानं परामर्शरूपम् अपरस्य दुःखच्छेदः भवति इति कारणात् यद् अनुमानम् इदानीम् उत्पद्यते तत्तु परामर्शरूपम् अस्ति अतः एव तस्य नाम परार्थ अनुमानम् इति परार्थम् इत्युक्ते परस्य प्रयोजनम् अथवा फलं प्रयोजनम् इति फलम् अत्र वाक्यसमूहात्मकन्यायः इति अस्ति अस्ति खलु न्यायस्य इत्युक्ते वाक्यसमूहः एव वाक्यसमूहः तेन आरम्भे किं भवति ध्वनिः अस्ति खलु शब्दस्य ध्वनिः अस्ति तर्हि ध्वनियात्मकज्ञानं भवति प्रथमं केवलं शृणोति अनन्तरं वाक्य अर्थस्य बोधः भवति ओहो वाक्यस्य अर्थः एवम् अस्ति इति तृतीयसोपाने परामर्शः इति क्रमः अस्ति शब्दान् श्रुत्वा प्रथमं ध्वनियात्मकज्ञानम् अनन्तरं शब्दबोधः अथवा वाक्यबोधः समानं वाक्यस्य अर्थः बोधः भवति तस्मात् परामर्शज्ञानं भवति अत्र परामर्श अनुमानं समानम् इति लिखितमस्ति अनुमानं परामर्शरूपम् इति तथापि स्वीक्रियते अन्यत् किं तद् अस्ति खलु आं महोदय केन आगतं वा मध्ये आं महोदय नमस्कारः मम नाम सुनीता अहं डेट्रायिट् तः ओ नमस्ते भगिनि नमस्ते अत्र चिन्तनवर्गः अस्ति खलु कस्मिन् वर्गे भवति अहं तु इदानीं प्रथमवारम् आगच्छामि इदानीं किञ्चित् श्रोतव्यम् अधिकतया भवत्याः नाम वदति वा सुनीता सुनीता इति एषः वर्गः तु अड्वान्स् वर्गः अस्ति किन्तु आरम्भवर्गः अपि अस्ति अन्यस्मिन् दिने अद्य एव अस्ति किन्तु अन्यत्र अस्ति अद्य अस्ति तर्हि भवती अस्मिन् वर्गे आगन्तुम् इच्छति वा तत्र गन्तुम् इष्टवती वा शृणोमि महोदय इदानीं तु अवश्यं शृणोतु पुस्तकमस्ति वा तर्कसङ्ग्रह तत् जालपुटे अस्ति इति परन्तु इदानीं न केवलं शृणोमि केवलं चर्चा अवश्यं स्वागतं अस्मिन् परिचये प्रश्नः अस्ति वा? न. अस्तु, लक्ष्मी भगिनी, रमप्रिया भगिनी. महोदय, अत्र परामर्शः इत्युक्ते व्याप्तिविशिष्टपक्षधर्मता ज्ञानं, तदेव किल, तदेव परामर्शस्य लक्षणं. अग्रे सरला भगिनी पठति वा? यत्तु स्वयं धूमाद् अग्निमनुमा अनुमाय परप्रतिपत्यर्थं पञ्चावयववाक्यप्रयुज्यते तत्परार्थ अनुमानं, यथा पर्वतो वह्निमान् धूमवत्वात् यो यो धूमवान् सो अग्निमान् यथा महानसं तथा च अयं तस्मात् तथा इति. अनेन प्रतिपादितालिङ्गात् परोऽप्यग्निः प्रतिपद्यते. प्रतिज्ञा हेतु उदाहरणौ उपनयननिगमनानि पञ्चावयवाः. पर्वतो वह्निमान् इति प्रतिज्ञा धूमत्वात् इति हेतुः, यो यो धूमवान् सो अग्निमान् यथा महानसम् इति उदाहरणं, यत्तथा च अयम् इति उपनयनः, तस्मात् तेति निगमनम्. अस्तु, पञ्चवाक्यं वा षड् वाक्यं वा प्रतिपादयतु, अनन्तरम् यत्तु स्वयं धूमात् अग्नि अनुमाय परिप्रतिपत्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत् परार्थ अनुमानम्. इदानीं पुनः परामर्थ अनुमानं किम् अस्ति? अवयववाक्यं, यदि पञ्च अवयववाक्यं यथा पूर्वं वयं दृष्टवन्तः वाक्यस्य समूह न्यायशास्त्रे, तत् भवति पञ्च अवयववाक्यं. यत् कपि कोऽपि वदति तस्य श्रोतृ श्रूयते, श्रोतु न श्रूयते, सो पञ्च अवयववाक्यं. यत् अस्ति तस्य अनन्तरं स्वयं धूमात् अग्निम् अनुमाय, यदि कोऽपि स्वयं धूमात् अग्निम् अनुमाय, धूमं दृष्ट्वा अग्निः तस्य अनुमा इति, यदि धूम अग्निः तस्य अनुमायाः स्वयं परमार्शज्ञानं प्राप्नोति परिप्रतिपत्यर्थं ज्ञानं प्राप्त्वा, यत् इदानीं यत् प्रयुज्यते तस्य पूर्वम् आनिमयः. सो पुनः वाक्यं पठामि. स्वयं धूमात् अग्निम् अनुमाय प्रतिपत्यर्थं पञ्च अव्ययवाक्यं यत् प्रयुज्यते तत् परामर्थ अनुमानं. परार्थ अनुमानं, यदि श्रोतु स्वयं धूमात् अग्निम् अनुमाय, धूम अग्निम् इति श्रुत्वा ज्ञानं पञ्चवाक्यानि च समूहवाक्यानि श्रुत्वा तस्य ज्ञानं प्राप्नोति, तत् भवति परार्थ अनुमानं. तस्य ज्ञानस्य कारणम् अस्ति परार्थ अनुमानं. साधु, यथा पर्वतो वह्निमान् उदाहरणम् अस्ति. पर्वतो वह्निमान् इति अस्ति साध्य पक्ष धर्मता इति. पर्वतो वह्निमान् पर्वते वह्नी अस्ति, एतत् पर्वत वह्निमान् अस्ति धूमत्वात् कारणमस्ति. पक्षधर्मता वह्नित्वमस्ति वा धूमत्वमस्ति वा? पक्षधर्मता अस्ति भूमे खलु, धूमे धूम वैनिमान् पर्वतो वैनिमान् इति अनुमिति ज्ञानम् अस्ति साध्यप्रति अस्ति तस्य वाक्यं धूमत्वात् कारणं भवति धूमत्वात् कारणम् अस्ति धूम तस्य स यो यो धूमवान् सो अग्निमान् तथा महानसम् इति व्याप्तिज्ञानस्य प्रथमं वाक्यं यत्र यत्र धूम अस्ति तत्र वह्नि अस्ति यथा महानसे इति तस्य ज्ञानम् अस्ति तथा च अयं तो तथा मीन्स् यथा धूमवान् धूमव्याप्य वह्नि व्याप्य धूम अस्ति तथा च अयम् अयं पर्वत अपि वह्नि व्याप धूमवान् अयं पर्वत तस्मात् तथा तस्मात् पुनः अस्ति वह्नि व्याप धूमत्वात् तथा भवति वह्निमान् पर्वतति साधु लक्ष्मी भगिनी अवगतवती वा पुनः वदति वा पठित्वा पठित्वा वदामि महोदय यत्तु स्वयं धूमात् अग्निम् अनुमाय परप्रतिपत्यर्थं पञ्च अवयववाक्यं प्रयुज्यते तत् परार्थ अनुमानम् अस्तु अत्र पञ्चसोपानानि सन्ति परार्थ अनुमानं परार्थ अनुमान अनुमानं ज्ञानम् उत्पन्नं तस्य उत्पन्नाय पञ्च अवयववाक्यं भवति यत्तु स्वयं धूमात् अग्निम् अनुमाय परप्रति प्रत्यर्थम् अस्तु स्वयं यदा धूमः पश्यति तदा अग्निम् अग्निः अपि तत्रैव अस्ति पक्षे अग्निः अपि अस्ति इति स्वयम् अनुमिति स्वयं अनुमानं कृत्वा अनन्तरं अन्यं प्रति तस्य प्रतिपादनं कर्तुं पञ्चसोपानानि वाक्यानि आवश्यकं परार्थानुमानं कृते यथा वाक्यानि इति न एकवाक्यं किन्तु पञ्चभागाः सन्ति तत्र इति पञ्च अवयवाः सन्ति इति उच्यते ओ अस्तु आमां पञ्चवयववाक्यम् अस्तु दीर्घवाक्यम् इति चिन्तयतु अस्तु अस्तु यतो पर्वतः वह्निमान् धूमत्वात् यो यो धूमवान् वह्निमान् यथा महान् एकनिमिषं तस्मात् पूर्वम् अत्र यत् स्वयम् अस्ति खलु यत्तु यत् इति किं यत्तु यत् इति यत् पञ्चावयववाक्यं प्रयुज्यते तत् प्रार्थानुमानम् तदेव सम्यक् इत्युक्ते यत् इति पदस्य पञ्च अवयववाक्यं तस् पदात् पूर्वं योजयामश्चेत् साधु भवति स्वयं धूमात् अग्निम् अनुमाय परस्य प्रतिपत्यर्थम् इत्युक्ते ज्ञानार्थम् अन्यस्य ज्ञानार्थं यत् पञ्च अवयववाक्यं प्रयुज्यते तत् परार्थानुमानम् अस्तु पञ्च अवयववाक्यमेव परार्थानुमानम् अस्तु अत्र अग्रे पञ्च अवयवाः के इति अग्रे दत्तानि खलु चलु यथा किन्तु तत्र अनुमितिज्ञानात् तत्र आरप्स्यते यथा पर्वतः वह्निमान् धूमत्वात् यो यो धूमवान् सो अग्निमान् यथा महानसं तथा च अयं तस्मात् तथा इति इत्युक्ते पर्वतः वह्निमान् इति सः अन्यं वदति तस्य अनुमितेः ज्ञानम् अन्यं प्रतिपादयति पर्वतः वह्निमान् इति किमर्थम् इत्युक्ते धूमत्वात् धूमः सः दृष्टवान् यदि धूमः अस्ति चेत् तत्र अग्निपि अस्ति यथा महानसे धूमः अग्निमा यत्र यत्र अग्निः तत्र तत्र धूमः इति महानसे अस्माकम् अनुभवः अस्ति तादृशम् एतत् पर्वतः वह्निमान् धूमत्वात् तथा च अयं तत्र इत्युक्ते अयं पर्वतः तथा यथा महानसे तथा कीदृशी यो धूमवान् सो अग्निमान् यथा महानसं तथा च अयम् यथा महानसे व्याप्तिविशिष्टधूमः अस्ति तत्र तथा व्याप्तिविशिष्ट धूमविशिष्ट किं वह्निव्याप्यधूमः वह्निवाक्यधूमः तथा च वह्निव्याप्यधूमः पर्वते अस्मिन् पर्वते अस्ति अयं पक्षः अयं पर्वतः वह्निव्याप्यधूमवान् आम् अस्तु अयं पर्वतः वह्निवाप्यधूमवान् अस्य वाक्यस्य किं पूर्वं किम् उक्तम् एतद् वाक्यं किं वह्निव्याप्यधूमवान् अयं पक्षः तस्य नाम किम् आसीत् पूर्वं परामर्शः खलु प्रश्नः किम् अस्ति महोदय तथा च अयमिति वाक्यमस्ति खलु तथा इत्युक्ते वह्निव्याप्य धूममान् अयं पक्षः इति तथा च अयम् इत्यस्य विस्तारम् आमां सत्यम् आम् तर्हि वह्निव्याप्य धूमवान् अयं पक्षः इति परामर्शवाक्यम् आम् सत्यम् आम् व्याप्तिविशिष्टहेतुमान् अयं पक्षः अथवा उदाहरणे वह्निव्याप्य धूममान् अयं पक्षः अयं पर्वतः इति तथा च अयम् इति परामर्शवाक्यं बोधयति अस्तु अयं पक्षः व्याप्तिविशिष्टधूमवान् वह्निव्याप्यधूमवान् अयं पर्वतः इति खलु साधु महोदय अग्रे तस्मात् तथा इति इति पुनः तस्य पुनः पुनरुक्तं खलु पुनः किमर्थं तस्य पञ्चमावयवः तथा च अयं तेन समाप्तं भवति खलु तत्र तेषां शैली एवमस्ति तस्मात् इत्युक्ते वह्निव्याप्य धूमवत्वात् ओ अस्तु इति परामर्शकारणात् तथा इत्युक्ते पर्वतवह्निमान् इति तथा अत्र तथादिपदस्य भिन्नभिन्नवाक्येषु भिन्न अन्वयः अस्ति रेफरेन्स् अस्ति अत्र तस्मात् तथा इत्युक्ते पर्वतवह्निमान् कस्मात् वह्निव्याप्य धूमवान् अयं धूमवत्वात् अयं पर्वतः वह्निव्याप्य धूमवान् इत्यस्मात् तस्मात् पर्वतो वह्निमान् इति अस्तु तस्मात् इत्युक्ते वह्निव्याप्य धूमवत्वात् अयं पर्वतः धूमवान् अस्तु इति अस्ति साधु नमस्ते भगिनी साधु आम् आं महोदय एकः एव प्रश्नः प्रथमं सर्वदा स्वार्थ अनुमानं भूत्वा एव परार्थ अनुमानं भवति किल इति मम अपि प्रश्नः आसीत् वर्गे स्वार्थानुमानम् इति परम्परया कारणम् अस्ति किन्तु तथा न उच्यते अत्र पुस्तके तथा न वदन्ति किमर्थमित्युक्ते अत्र स्वयं धूमादि अग्निम् अनुमाय इति दत्तम् अस्ति किल स्वयं यदा सः कुर्वन्ति चेत् स्वार्थ अनुमानमेव प्रथमम् उत्पद्यते किल सत्यं एवं सत्यं किन्तु मम प्रश्नापि आसीत् इदानीं चिन्तयतु एकः स्वयं जानाति स्वस्य अनुमानं स्वार्थानुमानम् अस्ति सः अपरं वदति, सः मां वदति, तर्हि मम परार्थ अनुमानम् अस्ति, अग्रे अहम् अन्यं वदामि, तर्हि कीदृशं तृतीय महोदयस्य का स्थितिः? स्वार्थानुमानं नास्ति, परार्थानुमानम् अस्ति, किन्तु द्वितीयसोपानम् अस्ति खलु. तदपि स्वयं धूमात् अग्नि अनुमाय तत् असो स्वयं पर अन्य पर्सन् स्वयं तस्य अनुमानम् आगच्छति परार्थ अनुमानं. यः श्रोता अस्ति तस्य मनसि, यः श्रोता अस्ति तस्य पुनः स्वार्थानुमानं भवति किल, स्वयं जानाति अनन्तरं वदति. अतः अथवा तद् रूमर् वा गासिप् इव भवति किल यदा तस्य स्वयं दृष्टवान् धूमं, यः स्वयं दृष्टवान् तस्य प्रत्यक्षं भवति धूमं, किन्तु यः श्रोता अस्ति, अहं श्रोता अस्ति चेत् मम मनसि धूमस्य प्रत्यक्षं न आसीत्, मम शाब्दबोधः अस्ति, परार्थानुमानम् अस्ति, अहं पुनः अन्यं प्रति वदामि ओहो एवमस्ति, तर्हि तस्यापि स्वस्य प्रत्यक्षं नास्ति, ममपि नासीत्, तर्हि केवलं प्रथमस्य प्रत्यक्षज्ञानमस्ति. तादृशभेदः अस्ति खलु, यः प्रथमं पश्यति तस्य प्रत्यक्षज्ञानमपि अस्ति धूमं प्रति, अनुमानमपि अस्ति. द्वितीय श्रोतुः तस्य प्रत्यक्षं नास्ति किमपि, केवलं शाब्दबोधः अस्ति. तथा एव अग्रे परार्थानुमानम् अस्ति चेत् प्रत्यक्षं केवलं प्रथमस्य प्रत्यक्षज्ञानम् अस्ति खलु, अन्येषां सर्वेषां केवलं शाब्दबोधज्ञानम्, तदपि वेलिड् ज्ञानम् अस्ति खलु, शाब्दबोधः अस्ति खलु, प्रत्यक्षम् अनुमिति उपमिति शाब्दबोधः अस्ति खलु. यदा वयं स्थलस्य विषये किमपि देशस्य विषये शृणुमः तत्र स्वार्थबोधः स्वार्थ अनुमानं यस्य अस्ति सः वदति एतत् स्थलम् उत्तमम् अस्ति पश्यतु किमपि, तत्र परार्थानुमानं तद् भिन्नरीत्या अन्येषु वदति एतत् स्थलं मम मित्रं गतवान् तत् सम्यक् अस्ति, तत्रापि परार्थानुमानमेव किल? अनुमानं न खलु, शाब्दबोधः प्रथमस्यापि अनुमानं नास्ति. अहं स्विट्जर्लेण्ड् गतवान्, तस्य सम्यक् पर्वतः अस्ति, अहं वदामि, भवतीं वदामि, अनुमानं नास्ति खलु, केवलं प्रत्यक्षम् एवम् अस्ति, तत्र व्याप्ति किमपि नास्ति खलु, तत्र लाजिक् नास्ति, केवलं प्रत्यक्षं, केवलं प्रत्यक्षं, केवलं प्रत्यक्षमपि शाब्दबोधज्ञानं भवति, अत्र अनुमानेन स्वस्य स्वार्थानुमानम् अनन्तरं शाब्दबोधः, शाब्दबोधात् परार्थानुमानम्. अत्र न केवलं शाब्दबोधः, शाब्दबोधात् सः यः श्रोता अस्ति सः इण्टर्नलैज् करोति, बहिर्गमः ओहो एवमस्ति परभाषा एवं, तर्हि सः स्वयं जानाति, अनन्तरं इदं चिन्तयति द्वितीयश्रोतुः श्रोता कुत्रापि गत्वा पर्वते अष्टाध्यायी सूत्रपाठः कुतः आगच्छति महोदय? इदानीं यस्य परार्थानुमानम् अस्ति सः कुत्रापि गत्वा पर्वते कुत्रापि धूमं पश्यति, तर्हि पुनः तस्य स्वार्थानुमानं भवितुम् अर्हति खलु, सः अनुमिति परां व्याप्तिः जानाति, ओहो तेन उक्तं मम मित्रेण उक्तं यत्र धूमः तत्र अग्निः इति मम मित्रम् उक्तवान्, अहमत्र अपरस्मिन् दिने धूमं पश्यामि कुत्रापि, ओहो अहं जानामि अत्र वह्नि भवेत् इति पुनः तस्य प्रत्यक्षं भवितुम् अर्हति खलु. अपरस्मिन् दिने परार्थ अनुमानात् अनन्तरं स्वार्थ अनुमानं भवितुम् अर्हति यः जानाति सः. अस्तु. अनेन प्रतिपादित आलिङ्गात् प्रतिपादितात् आलिङ्गात् लिङ्गात् एव अस्तु. प्रतिपादितात् लिङ्गात् ओ सन्धिः लिङ्गात् परः अपि अग्निं प्रतिपद्यते. प्रतिज्ञातुः उदाहरण उपनय प्रतिज्ञा ओ अस्तु प्रतिज्ञा हेतु उदा हेतुः हेतु उदाहरण एव हेतु उदाहरण तत्रापि सवर्णदीर्घ हेतु उदाहरण उपनय एव उपनय निगमनानि पञ्च अवयवाः. पुनः पठतु प्रतिज्ञा. प्रतिज्ञा हेतु उदाहरण उपनय निगमनानि उपनयनिगमनानि पञ्च अवयवाः. पर्वतो वह्निमानिति प्रतिज्ञा. धूमवत् आदि हेतुः धूमवत् आदि इति हेतुः. यो यो धूमवत्वात् एव धूमवत्वात् इति हेतुः. यो यो धूमवान् स अग्निमान् यथा महानसम् इति उदाहरणं. तथा च अयम् इति उपनयः. तस्मात् इति तस्मात् इति निगमनम्. तस्मात् तथा इति निगमनम् अस्तु. वाक्यमस्ति अनेन प्रतिपादित प्रतिपादितात् लिङ्गात् परः अपि अग्निं प्रतिपद्यते. तद् किम् अस्ति महोदय? प्रतिपादितात् इत्युक्ते यद् उक्तम् अस्ति. लिङ्गात् इत्युक्ते हेतु हेतुः लिङ्गात् परः अपि अग्निं प्रतिपद्यते. अग्निं कुत्र? परः अन्यः यः श्रोतुः अस्ति सः अपि अग्निं प्रतिपद्यते. तस्य मनसि अपि अग्नेः ज्ञानम् आगच्छति. साध्यस्य ज्ञानं श्रोतुः मनसि अपि साध्यस्य ज्ञानं. साध्यः इत्युक्ते अग्निः ज्ञानम्. अनेन इत्युक्ते किम्? अनेन केन? अनेन इत्युक्ते यद् एतद् पञ्चवाक्येन पञ्च अवयववाक्येन तेन प्रतिपादितात् लिङ्गात् हेतु इत्यस्मात् हेतोः परः अपि अग्निं प्रतिपद्यते. जानाति परः अपि अग्निं जानाति. तस्य ज्ञानं भवति अनेन वाक्यस्य प्रयोजनेन. पञ्चावयवाक्यं प्रयुज्यते तेन. यः श्रोतुः अस्ति सः अपि अग्निं जानाति. परामर्शविषयीभूतात् ज्ञानात् प्रतिपादात् लिङ्गात् इति भवति. परामर्श सत्यम् परामर्शविषयीभूतात् लिङ्गात् हेतुना अनेन हेतुना प्रतिपादितात् लिङ्गात् तस्य विवरणमस्ति. परामर्शविषयीभूतलिङ्गात् कारणात् हेतु इत्यस्मात् श्रोतुः मनसि अपि अग्नेः ज्ञानम् आगच्छति. जानाति सः जानाति. परामर्शविषयीभूतलिङ्गात् श्रोतुः मनसि अग्निम् इति विषयं यथा पूर्वं दृष्टवन्तः न. परामर्शज्ञान एव अनुमायाः कारणम् अस्ति, अनुमिति कारणं तथैव अत्रापि अत्रापि परामर्शज्ञान एव परार्थज्ञानस्य कारणं भवति, परार्थ अनुमानस्य अस्तु. अतः पञ्च अवयवाः के इति दत्तमस्ति अग्रिमवाक्ये. प्रतिज्ञा, हेतुः, उदाहरणम् उपनय उपनयः पुल्लिङ्गशब्दः उपनयः, निगमनम् इति नपुंसकलिङ्गे. पञ्च अवयवाः. प्रतिज्ञा इत्युक्ते किम् इति पर्वतो वन्निमान् इति प्रतिज्ञा अस्ति, पर्वतो वन्निमान् इति प्रतिज्ञा. धूमवत् धूमवत्वात् इति हेतुः, धूमवत्वात् पर्वतो वन्निमान् धूमवत्वात् अस्तु कारणं. हेतुः इति धूमवत्वात्. यो यो धूमवान् स अग्निमान् यथा महानसम् इति उदाहरणमस्ति. अनन्तरम् उपनयः तथा च अयम् इति यद् वाक्यं दत्तमस्ति तदेव वयं दृष्टवन्तः, वह्निव्याप्तिधूमवान् इति तदेव उपनयः. तस्मात् तथा इति निगमनं तद्वयं दृष्टवन्तः. वह्निव्याप्तिधूमवान् इति यद् परामर्शज्ञानम् उत्पद्यते तद् एव पर्वतः वह्निमान्, तस्मात् कारणात् पर्वतः वह्नि परामर्शात् पर्वतः वह्निमान् तदेव निगमनम्. निगमनम् इत्युक्ते निश्चितज्ञानं, निश्चयज्ञानं, निश्चयज्ञानम् अस्तु. तदेव अनुमानं, अनुमितिः, अनुमानं अनुमितिः. अत्र अस्मिन् पञ्च अवयवः पूर्वमुक्तं खलु, पञ्च अवयववाक्यं पर्वतो वह्निमान् इति पञ्च अवयवाः, तस्य प्रति अवयवस्य संज्ञा कृतं. प्रतिज्ञा, हेतु, उदाहरण, उपनयः, निगमनम् इति वाक्यस्य संज्ञा नामकरणं तावदेव. पर्वतो वह्निमान् इति प्रथमः अवयवः, इति प्रतिज्ञा, तस्य वाक्यस्य संज्ञा प्रतिज्ञा साध्यः. अनन्तरं हेतुः, धूमवत्वात् इति हेतुः, तस्य द्वितीय अवयवस्य नामकरणं हेतुः. अग्रे समाप्य भगिनी, तृतीय तृतीयमस्ति यो यो धूमवान् स अग्निमान् यथा महानसम् इति उदाहरणम्. व्याप्ति अपि अन्तर्भूतः अस्ति खलु, व्याप्ति अपि अन्तर्भूतः, व्याप्ति यथा महानसं तत् उदाहरणं तृतीय अवयवः. चतुर्थः तथा च अयं तदेव वह्नि व्याप्ति धूमवान् इति दृष्टवन्तः तदेव उपनयः परामर्शः. अनन्तरं निगमनम् अस्ति तस्मात् तथा परामर्शात् पर्वतः वह्निमान् इति निगमनम् अस्ति, निश्चयन्या परामर्शात् परामर्शात् अथवा वह्निव्याप्य धूमवत्वात् अयं पर्वतः वह्निमान् इति निगमनं, निश्चितज्ञानम् तावदेव. साधु लक्ष्मी भगिनी, साधु साधु. आं पञ्च अवयवाः के के इति जानामि अधुना. बहुपूर्वं स्वरूपमहोदयेन एकं करपत्रं प्रेषितं, तत्र एतत् सर्वं पूर्वम् अस्माभिः परिचयत्वेन पठितं. भवत्या स्मरति वा न जानामि, किन्तु अस्ति पठितवन्तः इति तु स्मरामि, किन्तु विषयः सम्पूर्णतया न स्मरामि. इत्युक्ते प्रतिज्ञा, हेतुः, तत्सर्वम् उदाहरणमिति सामान्य स्ट्रक्चर् अस्ति तस्य स्वार्थ परार्थ रामकृष्णौ दीर्घकरपत्रम् आसीत् किल तदेव वा महोदय पश्यामि अस्तु प्रश्नाः न सन्ति चेत् अग्रे लक्ष्मी भगिनी पठति वा यद्यपि यद्यपि सङ्ग्रहे यत्तु स्वयं धूमातज्ञम् अनुवाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत् परार्थ अनुमानम् इति लेखनात् वाक्यमेव परार्थ अनुमानम् इति भाति परन्तु पूर्व उत्तरग्रन्थसन्दर्भेण परामर्श एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते अतः तत् परार्थ अनुमानम् इत्यस्य तादृशवाक्यप्रयोजः परामर्शः परार्थानुमानम् इति अर्थः अस्तु यद्यपि सङ्ग्रहे इत्युक्ते तर्कसङ्ग्रहे एतत् स्थूलाक्षरैः वाक्यं यत्तु स्वयं धूमादि अग्निम् अनुमाय परप्रतिपत्त्यर्थं पञ्चव्यववाक्यं प्रयुज्यते तत् परार्थ अनुमानम् इति लेखनात् वाक्यमेव परार्थ अनुमानम् इति भाति अस्तु अस्तु वाक्यस्य आशा अहं चिन्तयामि परार्थ अनुमानं तस्य परार्थ अनुमानं वाक्यस्य इति पदस्य संज्ञा किम् इति चेत् इति प्रश्ने सति स्वयं धूमात् अग्निम् अनुमाय परप्रतिपत्त्यर्थं यत् पञ्चव्यववाक्यं प्रयुज्यते तत् परार्थ अनुमानम् इति प्रायः संशयः आगति तदेव परार्थ अनुमानम् इति किन्तु परन्तु पूर्व उत्तरग्रन्थसन्दर्भेण परामर्शे एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते ओ अस्तु सो अत्र किमस्ति पूर्वस्मिन् स्थूलाक्षरवाक्यमस्ति खलु यत् यत्तु तस्मादारभ्य तत् परार्थम् अत्र यत् तत् इति अस्ति खलु तस्य अन्वयः कुत्र अस्ति इति किं द्वैविध्यम् अत्र उच्यते यत् स्वयं धूमात् अग्निम् यत्तु स्वयं मया पूर्वम् उक्तं खलु यत् इति पदस्य अन्वयः यत् पञ्चवयववाक्यम् इति का पठितवती रमप्रिया भगिनी वा भगिनी वा तथा यत् पञ्चवयववाक्यम् प्रयुज्यते तद् वाक्यमेव परार्थानुमानमिति भाति यद्यपि सङ्ग्रहे यत्तु स्वयं धूमात् अग्निम् अनुमाय परप्रतिपत्त्यर्थं पञ्च अवयववाक्यं प्रयुज्यते तत् परार्थानुमानम् इति लेखनात् तथा लिखितमस्ति तस्मात् अवगच्छामः पञ्च अवयववाक्यं वाक्यम् इत्युक्ते अत्र पञ्च अवयववाक्यं तद्वाक्यमेव परार्थानुमानम् इति भाति खलु इति पूर्वम् अस्माभिः उक्तम् खलु यद्यपि तथा भाति परन्तु पूर्व उत्तरग्रन्थसन्दर्भेण यथा लेखकः पूर्वम् उत्तरं लिखितवान् ग्रन्थकर्ता परामर्शे एव अनुमानशब्दप्रयोगः तत्र तस्य अस्ति इत्युक्ते अस्मिन् पुस्तके परामर्शः एव अनुमानम् इति सः स्वीकरोति तस्मात् तर्हि अत्र यत् इति पदस्य अर्थद्वयम् एकं तु पञ्च अवयववाक्यं द्वितीयमस्ति परामर्शः यत् परामर्शः स्वयं धूमात् अग्निम् अनुमाय परप्रतिपत्त्यर्थं पञ्च अवयववाक्यं प्रयुज्यते यत् परामर्शः तत् परार्थानुमानं ग्रन्थकर्ता परामर्शे एव अनुमानशब्दप्रयोगः इति निश्चीयते तर्हि द्रोणमहोदय उक्तवान् अर्थद्वयं स्वीकुर्मः परार्थानुमानं तस्य अर्थद्वयं पञ्च अवयववाक्यमेव परार्थानुमानं अथवा परामर्शः एव परार्थानुमानम्. अतः परामर्शः एव परार्थानुमानम्. हा, अतः तत् परार्थानुमानम् इत्यस्य तादृशवाक्यप्रयोजः परामर्शः परार्थानुमानम् इति अर्थः. परार्थानुमानं परामर्शः एव परार्थानुमानम्. अस्तु, किन्तु परामर्शः वह्निव्याप्य धूमवान् अयं पर्वतः, तदेव वह्निव्याप्य धूमवान् तदेव परामर्शः खलु? सत्यं, किन्तु अस्मिन् पुस्तके अनुमानम् अनुमितिः अपि परामर्शः, तेषां भेदः नास्ति इति सः वदति. अस्तु, साधु, तदेव मम भ्रमः अत्र. अस्तु, स्ट्रिक्ट्लि पश्यामश्चेत् परामर्शः इत्युक्ते अनुमितेः पूर्वम्. आम्, खलु, वह्निव्याप्य धूमवान् अयं पक्षः इति परामर्शः, अनन्तरम् ओहो पर्वतो वह्निमान् इति अनुमान अनुमितिः इति अस्माभिः पठितम्. अपि च केचन कारणम् अनुमानमेव तत् पूर्वजायमानज्ञान एव इति तथा आसीत्. किन्तु अत्र परामर्शः एव अनुमानम् अनुमितिः इति अपि ते वदन्ति इति वर्गे उक्तम्. अहं स्वयं सम्पूर्णतया नाङ्गीकरोमि. मम मनसि परामर्शः प्रथमम् अनन्तरम् अनुमितिः इति मम मनसि अस्ति, किन्तु ग्रन्थकारः तथापि स्वीकरोति. मिश्रणम् अभवत् एतादृश परामर्शः भिन्नः, परामर्शः व्यापारः इति बहु विस्तरेण प्रतिपादनात् अनन्तरं परामर्शः एव यदि अनुमानम् इति उच्यते चेत् किमर्थं तादृशविस्तरेण परामर्शः व्यापारम् इति पूर्वं यथा भवती उक्तं तद् नव्यनैयायिकानां मतम् इति एतत् अत्र लिखितं तत् प्राचीनानां मतम्. ओ, प्राचीनाः परामर्शः एव अनुमानम् इति स्वीक्रियते. किन्तु अनुमानमपि लोकवान् पर्वत लोकितवान् इति अतिव्याप्तिदोषः आगच्छति यदि वयं परामर्श व्यापारत्वेन न स्वीकुर्मः. किन्तु परामर्शः किं न परामर्शः व्यापारः अनुमानं तु करणं खलु. अनुमानं करणमस्ति, अनुमिति एव ज्ञानम्. अनुमानं करणम् अपि ज्ञानमस्ति. ओ अस्तु, अनुमानमपि ज्ञानमस्ति किन्तु करणत्वेन कार्यं करोति. अनुमानमिति ज्ञानमिति इति स्वीकुर्मः वा? अनुमानमिति प्रमाणं खलु, अनुमितिः ज्ञानं खलु. अनुमानमपि ज्ञानस्य प्रकारः अस्ति महोदय. ज्ञानस्य प्रकारः? आम्, एवं वा? कारणम् आम्, किम् अस्ति कारणम् अनुमानम्? अनुमितिः इति ज्ञानम्, अनुमानम् इति कारणम्. ज्ञानम् अस्ति, अनुमा कारणम् अपि ज्ञान अस्ति. अनुमा ज्ञानम्, अनुमानम् इति किं करणं खलु, प्रमाणम्. प्रमाणं प्रमाणं ज्ञानरूपेण अस्ति अत्र. अस्तु, एवं तथा प्रत्यक्षे अपि तथा प्रत्यक्षं प्रमाणं, प्रत्यक्षं ज्ञानमपि पूर्वम् अस्माभिः पठितं. यथा महोदय उक्तवान् पञ्चावयववाक्यानि, एतत् कार्यकारणभावः अपि दृश्यन्ते तत्र. परामर्शज्ञानं भवति कार्यं, पञ्चावयववाक्यं भवति प्रयोजकं तस्य. अधु महोदय उक्तवान् परामर्श अनुमानं प्रयुज्य पञ्चावयववाक्यं प्रयोजकम् इति. आम्, अत्र अन्तिमवाक्यमस्ति खलु, अतः तत् परार्थ अनुमानम् इत्यस्य तादृशवाक्यप्रयोजः परामर्शः, पञ्च अवयववाक्यस्य प्रयोज्यः परामर्शः परार्थ अनुमानम् इति अर्थः. परामर्श एव परार्थानुमानम् अत्र. किमर्थम् अत्र मतद्वयमस्ति इति? एकं मतं पर्याप्तम्. भेदः अस्ति, तर्कशास्त्रभ्रमात्मक अस्ति. कुत्र कुत्र? अस्तु, साधु तावदेव पठितम्. अग्रे प्रश्नाः सन्ति चेत् स्थापयितुं शक्नुमः. धन्यवादः महोदय. धन्यवादः. शुभरात्रिः. शुभरात्रिः. Thank you.